तर्हि अस्माकं विषयः अस्ति हल्सन्धिः. तत्र सत्त्वसन्धिः अस्माकं विषयः गतसप्ताहे, तस्य किञ्चित् पुनस्मरणं कृत्वा अग्रे गच्छेम. सत्त्वसन्धिः, तत्र प्रमुखविधायकसूत्रम् अस्माकमस्ति तत्र नश्चव्यप्रशान्, नश्चव्यप्रशान्. अत्र मुख्यविषयः अस्ति नश्चवि, नाम अम्परिचवि, अम्परिचवि नकारान्तस्य पदस्य रुः स्यात्. नाम कुत्र नश्चव्यप्रशान् इति सूत्रस्य कार्यं भवति इति मनसि तिष्ठति चेत् सत्त्वसन्धेः अवसरः कुत्र कुत्र भवति इति ज्ञातमस्ति. मुख्यमस्ति नष्टव्यप्रशान् इति कुत्र भवति. तदर्थं छव् प्रत्याहारे के के वर्णाः, तत्र षड् वर्णाः सन्ति, तेषां स्मरणं कथं स्यात् इति चेत् युगलत्रयमस्ति, युगलत्रयमस्ति. तत्र वयं वदामः छ ठ थ च ट त. तत्र वस्तुतः खर् प्रत्याहारे प्रथमसदस्य खर्प्रत्याहारे तत्र प्रथमसदस्य द्वयम् इति अस्ति अस्माकं ज्ञानं. तत्र च युगलत्रयमस्ति. किं युगलत्रयं? दन्त्य तालव्य मूर्धन्य च. दन्त्य नाम तथा, मूर्धन्य नाम तत्र तठ अस्ति, अपि च तालव्य इत्युक्ते चच्छ. प्रथमसदस्य द्वयं त्रयाणां वर्गीयव्यञ्जनसमूहानां प्रथमसदस्यद्वयम् इति तावदेव भवेत्. तालव्य चच्छ, मूर्धन्य टठ, टठ दन्त्य तथा इति मनसि भवति. अनन्तरम् अं किमपि नास्ति, नाम स्वरः अथवा यरलवा हयरलवा अपि च पञ्चमसदस्यः. अत्र यदा भारतं गच्छामि तदानीं रक्षाभगिनी किञ्चित् नाम किञ्चित् न बहु किमपि पुनस्मरणं समग्रं चिन्तनं करिष्यति. अत्र एकं प्रमुखविषयः अस्ति महेश्वरसूत्राणि. महेश्वरसूत्राणि कथं वा मनसि तिष्ठेत् एतत् सर्वम् इति चेत् केचन विशिष्टवर्णाः सन्ति खलु, यथा अच्, तत्र चकारः इति विशिष्टवर्णः. अच् इति वयं सर्वे जानीमः, अच् सर्वे स्वराः. तत्र अट् नाम टकारः इति विशिष्टवर्णः, मकारः अम् इति विशिष्टवर्णः अस्ति. ततः अग्रे झष् इति मुदनषकारः, झष् इति तालविषकारः, झष् भवति झष् अपि भवति, उभयत्र तालविषकारः. तर्हि आहत्य तालविषकारस्य श्रवणेन अद्य असि परे, असि इति एकस्मिन् सूत्रे आयास्यति असि परे. तर्हि अस् इति यदा वयं शृणुमः तदानीं के के वर्णाः अन्तर्भूताः इति तादृशी कल्पना भवेत्, आगच्छेत् मनसि. यतोहि झष् अपि च झष् इति वर्णसमूहयोः षकारः अस्ति तत्र इत्रयकः, तालविषकारः इति कृत्वा अस्माकम् अनुभवः अस्ति पूर्वस्मात् तत्र अस्माकं षकारः इति अनुभवः अस्ति. इति कृत्वा यदा नूतनप्रत्याहारः आगतः अश् अस्तु, षकारः कुत्र अस्ति, कुत्र अस्माभिः दृष्टमस्ति षकारः, झष् झष् अथवा अं यदा आगच्छति यमगणनं तत्र मकारः, तर्हि अ इत्यस्मात् आरभ्य मकारपर्यन्तं तत्र सर्वे स्वराः हयवरल अपि च पञ्चम. तत्र क्रमेण अच् स्वराणाम् अच् वर्णानाम् अनन्तरं हयवरल इति वर्णनमनन्तरं क्रमेण वर्गीयपञ्चमः, अनन्तरं चतुर्थः, तृतीयः, द्वितीयः, प्रथमः इति अस्ति खलु महेश्वरसूत्रेषु. यमगणनम् इति पञ्चमः वर्णसमूहः, झभै घढ धश् इति चतुर्थः, जबगड दश् इति तृतीयः. क्रमेण खप चठ इति द्वितीयः, चटत कप इति प्रथमः इति कृत्वा यदि मकारः मुदनषकारः तालविषकारः इति मनसि भवति चेत् सौकर्यमस्ति, कुत्र भवति. वकारः इति द्वितीयप्रथमयोः सदस्य तत्र मेलनमस्ति, ख प छ ट थ चट त इति तत्र कप इति विहाय एतत् सर्वम् अन्तर्भूतमस्ति. इति कृत्वा महेश्वरसूत्रेषु किं किं भवति, कुत्र कुत्र इति मनसि तिष्ठेत्. एवं भवति चेत् अं परिच्छव् इति किमपि नास्ति, अं परः चव् तत्र युगलद्वयमस्ति, युगलत्रयमस्ति इति मया उक्तं खलु. किं युगलत्रयं विद्याभगिनी वदतु. महोदय, च वर्गस्य छ छ, त वर्गस्य त त, अपि च ट वर्गस्य ट ठ. इति अस्ति नाम दन्त्यवर्गः, तालव्यवर्गः, अपि च मूर्धन्यवर्गः इति वर्गत्रयमस्ति तत्र प्रथमसदस्य द्वयम्. अन्यत् किमपि नास्ति. तादृशं भवति चेत् पद अग्रे पूर्वमस्ति पदान्तनकारः, अस्माकं कार्यं सिद्धं. तादृशच च प्रत्याहारे कश्चन वर्णः, अनन्तरम् अम् इति अस्मिन् किम् अस्ति, किमपि नास्ति. स्वराः हयरवल, अपि च पञ्चमसदस्यः म यमगणन इति पर्यन्तम् अस्तु. तर्हि इदानीं पुस्तके पश्येम यानि उदाहरणानि सन्ति. द्विचत्वारिंशत्तमे पुटे सत्त्वसन्धिः अस्ति पुस्तके. द्विचत्वारिंशत्तमे पुटे तत्र सन्धिं कुरुता इति उदाहरणानि सन्ति. एवं केवलम् अं परः चव् अस्ति न वा इति द्रष्टव्यमस्ति. अं परः चव् इति अस्ति न वा इति द्रष्टव्यमस्ति. लक्ष्मीभगिनी तत्र प्रथमं उदाहरणस्य फलमिति मा वदतु, केवलं तत्र उदाहरणमस्ति तान् योगः च. तत्र निमित्तानि सन्ति वा, वदतु. आं महोदय, तान् योगः च तत्र प्रथमपदमस्ति तान्, तस्मिन् पदे अन्तिमवर्णः नकारः, पदान्ते नकारः अस्ति, अनन्तरं नकारस्य पूर्वं दीर्घ आकारः अस्ति. दीर्घ आकारः इत्युक्ते अं प्रत्याहारस्य वर्णः दीर्घ आकारः. एकनिमेषः, अं प्रत्याहारस्य तु तत्र अस्ति वा, कुत्र अपेक्षितमस्ति अं, कुत्र अपेक्षितमस्ति वं तत्र अं तत्र. अजयमहोदय किञ्चित् सहायं करोतु. न न महोदय, अहं लक्ष्मीभगिनी वदतु. पुनः सम्यक्तया वदामि. तत्र तान् शब्दे नकारः अन्तिमवर्णः, अनन्तरं चकारः अस्ति, चकारः चौ प्रत्याहारस्य वर्णः, चकारे अकारः अपि अस्ति, तदकारः अं प्रत्याहारवर्णः. अत्र चकारः अस्माकं युगलत्रयमस्ति खलु, च छ तथा टठ, षड् वर्णाः सन्ति, किमपि नास्ति. च छ तथा टठ तत्र तालव्यवर्गः, दन्त्यवर्गः, तालव्यवर्गः, अपि च मूर्धन्यवर्गः, किमपि नास्ति, चकारः अस्ति. अग्रे पश्येम. राजी भगिनी वदति वा. अन्य द्वितीयम् उदाहरणं अगतासून् योगः च पदस्य अन्ते नकारः अस्ति नकारात् परः च अस्ति च चौ प्रत्याहारस्य कश्चन वर्णः चकारस्य उत्तरवर्ती अकारः अम् प्रत्याहारे अस्ति तावदेव अतः निमित्तानि सन्ति निमित्तानि सन्ति हा बहु समीचीनमस्ति सरला भगिनी तृतीयम् उदाहरणं पश्यतु सर्वान् योग ठकुरान् नकार पदान्ते अन्ते अस्ति तस्य अनन्तरं ठकार मूर्धन्य वर्गे अस्ति छ प्रत्याहारे तस्य अनन्तरम् अकार अम् प्रत्याहारे अस्ति त्रीणि निमित्तानि हा बहु समीचीनमस्ति सरलं बहु समीचीनमस्ति राजेन्द्रमहोदय अग्रिमम् उदाहरणं पश्यतु आम् महोदय एतान् योग त्रीन् अत पदान्ते नकारः अस्ति एतान् पदान्ते नकारः अस्ति तदनन्तरं छ प्रत्याहारे अन्तर्भूत त वर्णः आगच्छति अन्यतमः वर्णः अस्ति तत् अनन्तरं अम् प्रत्याहारे रकारः अस्ति तत् त्र आगच्छति तत् कारणात् अत्र त्रीणि निमित्तानि सन्ति तत् एतस्मिन् उदाहरणे समीचीनमस्ति तत्र रेफः अस्ति सम्यक् तत्र अम् प्रत्याहारे रेफः अस्ति खलु समीचीनमस्ति तर्हि एतावत् अस्माभिः दृष्टं तत्र छ प्रत्याहारे चकारः उदाहरणद्वयं चकारः ठकारः तकारः इति एतावता अस्माभिः दृष्टमस्ति नाम च छ टठ तथ मनसि भवति चेत् अस्माकं मनसि तिष्ठति चेत् न किमपि जाटिल्यं किमपि नास्ति युगलत्रयमस्ति दन्त्य तालव्य मूर्धन्य इति प्रथम सदस्यद्वययुगलं च छ छ छ इय तत्र च छ अस्ति तथ न तथ इति प्रथमसदस्यद्वयमस्ति खर् प्रत्याहारे प्रथमसदस्यद्वयं तत्र छव् इत्युक्ते मूर्धन्य तालव्य दन्त्य तावदेव अस्ति ततः अग्रे आम् अस्तु अग्रिम उदाहरणं वदतु पद्मा भगिनी वदतु पद्माभगिनी अस्ति अस्मि महोदय शृणोमि वा तान् योगस्य योगः ठङ्कारान् प्रथमप्रदेशे तान् अन्तिमं वर्णं नकारः अस्ति द्वितीयपदस्य प्रथमवर्णं छौ प्रत्याहारे अस्ति मूर्धन्य ठकारस्य अस्ति तदनन्तरं अकारः अस्ति त्रीणि सूत्राणि सम्यक्तया परिपूर्णं भवति अत्र क्षम्यतां मम गमनं जातमस्ति सामान्यतया मम तु न भवति पद्मा भगिनी पुनः एकवारं वदतु कृपया प्रथमपदं तान् अस्ति तान् अन्तिमवर्णं नकारः अस्ति द्वितीय पदस्य प्रथमवर्णं टकारः छौ प्रत्याहारे अस्ति वर्णमिति न वर्ण इति पुल्लिङ्गशब्दः अस्ति खलु वर्णमिति न वदामः द्वितीय प्रथमवर्णः छौ प्रत्याहारे अस्ति तदनन्तरं अम् प्रत्याहारे अस्ति कः वर्णः? हा हा ङकारः ङकारः अस्ति खगघ ङकारः य इति न ङ वदतु ङ उत्तरवर्ती अकारः अस्ति किल ओ हा हा क्षम्यतां क्षम्यतां हा इति अस्ति क्षम्यतां हा मम दोषः अस्ति अकारः अस्ति अकारः एव अस्ति ठङ्कारन् इति अस्ति हा क्षम्यताम् अकारः अस्ति अस्तु समीचीनमस्ति परः छव् अस्ति हा सम्यक् सम्यक् अग्रे गच्छेम अन्य कोऽपि वा विलम्बेन अन्यकस्य नास्ति लक्ष्मीभगिनी राजीवगिनी विद्याभगिनी सुब्रह्मण्य सहदेवमहोदय जयमहोदय सरलाभगिनी राजन् पद्माभगिनी दशजनाः किन्तु एकादशजनाः सन्ति अहं जगन्नाथः विलम्बेन आगतवान् अस्तु अस्तु जगन्नाथ अस्तु तर्हि अग्रिमं किं भवान् वदति वा अग्रिमम् सिद्धः अथवा किञ्चित् अनन्तरं सिद्धः एव सिद्धो एव किन्तु अत्र कस्मिन् प्रज्ञावादांश वयं कृतवान् अर्थकामास्तु अहं श्रुतवान् प्रज्ञावादांश्च कृतवान् इदानीं सुब्रह्मण्यमहोदय तत्र अग्रिमं करोतु अनन्तरं महोदय करोति षष्ठमम् अस्ति अत्र विपरीतान् योगः च विपरीतान् पदान्ते नकारः अस्ति तस्य अनन्तरं च अस्ति तत्तु च प्रत्याहारस्य वर्णः चकारोत्तरवर्ति अकारः अस्ति तत्तु अम् प्रत्याहारस्य वर्णः अतः अत्र त्रीणि निमित्तानि सन्ति इदानीं नश्चव्यप्रशानित्यस्मात् कृते हा हा हा समीचीनमस्ति अग्रे जगन्नाथमहोदय सप्तम उदाहरणं सखीन् योगः तथा अत्र सखीन् नकारः अस्ति तस्मात् परं तकारः अस्ति चौ प्रत्याहार तर्हि दन्त्यप्रत्याहारः अस्ति चेत् सकार मध्ये आगच्छति तस्य सखीन् न एतत् सर्वं नापेक्षितम् एतत् सर्वं नापेक्षितं केवलं निमित्तं वक्तव्यमस्ति त्रीणि निमित्तानि सन्ति सूत्रस्य नष्टव्यप्रशान् इति सूत्रस्य त्रीणि निमित्तानि कानि अत्र पदान्तस्य पदान्ते नकारः छव् प्रत्याहार तथा तकार तृतीय अम् प्रत्याहार अम् प्रत्याहार तकारस्य पर अम् प्रत्याहार अकारः अस्ति अकारः हा हा इति कृत्वा पदान्ते नकारः तत्र छव् प्रत्याहारे तकारः अनन्तरं तदुत्तर अकारः इति आम् प्रत्याहारे अस्ति अस्तु समीचीनमस्ति अग्रे तर्हि अधुना विद्याभगिनी अन्तिमं हतान् योगः त्वं हतान् इति पदस्य अन्ते नकारः अस्ति अनन्तरं त अस्ति त चौ प्रत्याहारे अस्ति त तस्य अनन्तरं वकारः अस्ति वकारः अम् प्रत्याहारे अस्ति नश्चव्यप्रशान् इति सूत्रेण हा बहु समीचीनमस्ति यत्र तादृशी परिस्थितिः अस्ति निमित्तत्रयमस्ति तदानीं किं भवति इति गते सप्ताहे अस्माभिः दृष्टमासीत् तत्र नकारस्य स्थाने सकारः तस्मात् पूर्वं यः वर्णः अस्ति तस्य विकल्पेन अनुनासिकः आदेशः भवति तदभावे अनुस्वार आगमः भवति इति तावदेव अस्ति अनन्तरं ततः अग्रे श्चुत्वं श्रुत्वं यथासङ्गमस्ति इति तावदेव अस्ति तर्हि अधुना एकं पश्येम अत्र अस्माकं करपत्रे गच्छन् युगः तावता गच्छन् करपत्रे गच्छन् युगः तावता तत्र यथा पूर्वम् इदानीम् उदाहरणानि बहूनि अस्माभिः दृष्टानि, इदानीं नकारः पदान्ते अस्ति, अग्रे छव् प्रत्याहारे तकारः, ततः अग्रे आकारः अम् प्रत्याहारे अस्ति इति कृत्वा अम् परः छव् अस्ति, पदान्तनकारः अस्ति, निमित्तानि सन्ति तस्यां दशायाम्। अनेन सूत्रेण नष्टव्यप्रसारण इति सूत्रेण नकारस्थाने रु, अनन्तरं भवति अस्माकम् अत्रानुनासिकः पूर्वसित्तु वा विकल्पेन तस्मात् पूर्वं यः वर्णः अकारः सः विकल्पेन अनुनासिकः भवति, अनुनासिकचिह्नं चन्द्रबिन्दी इति आगच्छति विकल्पेन, तदभावे अनुनासिकात् परोनुस्वारः इति सूत्रेण अनुस्वारागमः भवति। गच्छ अथवा गच्छ योगः रु योगः तावता। अनन्तरं खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गः अपि च विसर्जनस्य सः अतीने सकारः आहत्य सकारादेशः भवति, सकारः भवति। अग्रे तकारः अस्ति अतः ततः अग्रे सन्धिकार्यं किमपि नास्ति, सकारः सकारतकारयोः संयोजनेन केवलं संयोजनमस्ति इति कृत्वा गच्छंस्तावता गच्छंस्तावता इति रूपद्वयमस्ति। अग्रे कस्मिंश्चित् कस्मिन् योगः चित् इति अस्ति, तत्र केवलम् एकः भेदः अस्ति यत् सकारः एकवारं यदा आगच्छति ततः अग्रे चकारः अस्ति, अतः श्चुत्वसन्धिः श्चुत्वसन्धेः अवसरः अस्ति इति कृत्वा सकारस्थाने तालव्यशकारः। अपि च उदाहरणेषु कुत्रचित् ठकारः अस्ति, ठकारः अस्ति चेत् श्चुत्वसन्धिः भविष्यति, सकारस्थाने षकारः, तावदेव अस्ति, अन्यत् किमपि नास्ति अत्र। अत्र कोऽपि प्रश्नः वा? सूत्राणि अस्माभिः परिशीलितानि गतसप्ताहे, पुनः तस्य आवश्यकता नास्ति। अग्रे गत्वा रक्षाभगिनी पुनः एतत् सर्वं करिष्यति, किन्तु इदानीं स्थूलरूपेण अस्माभिः अवगतमस्ति किं किं कर्तव्यमस्ति। इदानीं पुस्तके किं लिखितमस्ति इति एकवारं पश्येम। महोदय, आम् एकः प्रश्नः, रु अर्थः कः? रु पुनः पुनः वदतु, रु इति प्रश्नः कः? रु न जानामि, रु कः कः वर्णः? वर्णः नास्ति तत्र, वर्णद्वयमस्ति, रकारे उकारः रु, अत्र एकः वर्णः न, द्वौ वर्णौ स्तः अत्र। रु इति वर्णसमूहः अस्ति। नश्चव्यप्रशान् इति सूत्रेण रु आदिष्टः भवति। अम् परिच्छवि नकारान्तस्य पदस्य रुः स्यात्। रुः रुः इति कश्चन शब्दः इति चिन्तयतु, उकारान्तशब्दः, यथा शिशुः रुः। महोदय, गच्छ तावता भवान् उक्तवान् वर्णमेलनम् एव, तत्र स्तोः चुनाचुः कार्यं न करोति वा? अत्र किं निमित्तमपेक्षितमस्ति तदर्थं? तत्र गच्छ योगः सकारः योगः तावता, गच्छंस्तावता अथवा गच्छंस्तावता, अत्र भवान् उक्तवान् वर्णमेलनमेव इति, मम प्रश्नः तत्र चित्वसन्धिः कार्यं न करोति वा इति। हा, भवतः प्रश्नः अवगतः मया। इदानीं स्तोः स्चूनाश्चुः, तत्र निमित्तं किम् अपेक्षितमस्ति? सकारस्य तवर्गस्य च स्थाने षकारस्य च वर्गस्य च आदेशः भवति, षकारस्य च वर्गस्य च योजनेन। तर्हि तादृशी परिस्थितिः अस्ति वा इति द्रष्टव्यम्। अत्र तकारः इति वर्णः गच्छन्, तत्र सकारः सकारात् पूर्वम् अनन्तरं च किम् अस्ति, के के वर्णाः सन्ति? सकारः अस्ति, सकारात् सकारात् अनन्तरं तकारः अस्ति. हा, तालव्यतकारः, दन्त्यतकारः अस्ति, दन्त्यतकारः अस्ति खलु. अत्र स्युतसन्धि सन्धिः किं वदति? अत्र यदा उदाहरणं पश्यतु, करपत्रस्य उपरि स्युतसन्धिः भवद्योगः चक्षुः इति अस्ति खलु, तकारः अस्ति, ततः अग्रे तालव्यवर्गे कश्चन वर्णः अस्ति चकारः. तथा अग्रे अग्रिमे उदाहरणे तत्र यज्ञः, तत्र यज् योगः नः, तत्र दन् नकारः इति दन्त्यवर्णः अस्ति, तस्मात् पूर्वं जकारः इति तालव्य, नाम दन्त्यवर्गे कश्चन वर्णः अपेक्षितः अस्ति, अनन्तरं तालव्यवर्गे कस्य वर्णः. अत्र गच्छन् तावता तत्र सकारः तकारः, सकारः अपि दन्त्यवर्गे अस्ति, तकारः अपि दन्त्यवर्गे अस्ति, अतः निमित्तं नास्ति खलु. तालव्य स्युत्वसन्धिः तदानीं भवति यदा एकः दन्त्यवर्गः, एकः दन्त्यवर्गीयवर्णः अपि च एकः तालव्यवर्गीयवर्णः अस्ति. तालव्य अस्ति वा अत्र? नास्ति. अस्तु अस्तु, धन्यवादः. अग्रे गच्छामः तर्हि. पुस्तके कानिचन उदाहरणानि सन्ति, शुभवादः. कृपया अर्थकामान् तु अत्र यद्यत् लिखितमस्ति इति मास्तु, स्वस्य रीत्या यत् अस्ति तत् किञ्चित् परिशीलयतु. आं महोदय, अर्थकामान् योगः तु अर्थकामान् पदान्ते नकारः अस्ति, तस्य अनन्तरं तकारः अस्ति, तत्तु च प्रत्याहारस्य वर्णः, तदनन्तरम् उकारः अस्ति, तदपि तद् अम्प्रत्याहारस्य वर्णः, अतः अत्र नश्चव्यप्रशान् इत्यस्य प्रसक्तिः अपि च कार्यम्. अतः नकारस्य स्थाने प्रथमं रु आदेशः भवति, तदनन्तरं रु अत्र उपदेशे जनुनासिक इत् तस्य लोपः इत्यनेन ऋकारस्य स्थाने रेपः एव अवशिष्यते. अनन्तरम् अत्र ऋत्वप्रकरणस्य प्रसक्तिः, अत्रानुनासिक एकनिमिषं महोदय, अत्रानुनासिकः पूर्वस्य तु वा इत्यस्मात् अत्र यः रेपः अस्ति तस्मात् पूर्वं यः स्वरः अस्ति सः स्वरः अनुनासिकः भवति विकल्पेन. अतः अर्थकामयोगः रेपः योगः तु अन्यस्मिन् पक्षे अत्र यत्र अनुनासिकः न भवति तत्र अनुनासिकात् परोनुस्वारः इत्यनेन अत्र रेपस्य पूर्वस्य यः स्वरः अस्ति तस्य अनन्तरम् अनुस्वारः आगमः भवति. अतः अर्थकामान् योगः रेपः योगः तु इदानीं यत्र रेपः अस्ति तत् पदान्ते अस्ति, अतः खरवसानयोर्विसर्जनीयः इत्यनेन अत्र रेपस्य स्थाने विसर्गः आदेशः भवति. रेपः पदान्ते अस्ति अपि च तदनन्तरं खर् प्रत्याहारस्य वर्णः अस्ति, अतः खरवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिः, अतः विसर्गः आदेशः. अनन्तरं विसर्जनीयस्य सः इत्यनेन अत्र विसर्गः यः अस्ति तदनन्तरं खर् प्रत्याहारस्य वर्णः अपि अस्ति, अतः अत्र सकारादे आदेशः भवति. अर्थकामयोगः सकारः योगः तु अपि च अर्थकाम योगः स योगः तु अत्र केवलमिदानीं वर्णमेलनमेव, अतः अर्थकामांस्तु अर्थकामांस्तु वर्ण रूपद्वयम्. हा सुन्दरं सुन्दरं सुन्दररीत्या प्रदर्शितमस्ति भवता, धन्यवादः, बहु समीचीनमस्ति। अग्रिमम् उदाहरणं लक्ष्मी भगिनी करोति वा? तथा एव करणीयं वा महोदय? यथा भवती अवगच्छति, नाम इतो विस्तरेण यथा महोदयेन उक्तं तादृशम् इदानीं केवलं यतोहि अग्रे गन्तव्यमस्ति अस्मा, एकवारम् अस्माभिः श्रुतमस्ति, बहु सुन्दररीत्या कृतमासीत्, इदानीम् इतः अग्रे व्यवहारिकरूपेण यद् अवगच्छति तद्वदतु। अत्र प्रज्ञावादान् योगः च अस्ति, तत्र नकारः अस्ति, अनन्तरं चौकच्चहारस्य वर्णः चकारः अस्ति, अनन्तरम् अकारः अपि अम्प्रत्याहारस्य वर्णः अकारः अपि अस्ति। अत्र नश्चव्यप्रशान् इति सूत्रेण नकारस्य स्थाने ऋकारादेशो भवति, अनन्तरं ऋकारस्य स्थाने ऋकार ऋ इत्यस्मात् ऊकारस्य लोपः भूत्वा केवलम् उकारस्य लोपः भूत्वा केवलं रेफः एव तिष्ठति। अनन्तरं अत्रानुनासिकः पूर्वस्य त्वा इति सूत्रेण अनुनासिकादेशः भवति, विकल्पेन भवति, तदर्थं प्रज्ञावादा इति आगच्छति। अनन्तरम् अनुनासिकात् परोनुस्वारः इति सूत्रेण प्रज्ञावादाम् अपि अनुस्वारादेशः अपि भवति। अत्र विकल्पेन रूपद्वयं सम्भवति, प्रज्ञावादाम् अथवा प्रज्ञावादाम् इति सम्भवति। अनन्तरं खरवसानयोः विसर्जनीयः इति सूत्रेण तत्र रेफस्य स्थाने विसर्गादेशः भवति, अनन्तरं विसर्गस्य स्थाने सकारादेशः भवति विसर्जनीयस्य सः इति सूत्रेण। अन्तिमम् आगच्छति अत्र प्रज्ञावादा अन्तिमं कार्यं किम्? एकं कार्यमस्ति, अन्तिमं कार्यं स्थ्युत्वसन्धिः भवति, षकारः अनन्तरं चकारः अपि अस्ति, स्तोश्चु नाश्चुः इति कार्यं कृत्वा प्रज्ञावादांश्च अथवा प्रज्ञावादांश्च इति रूपद्वयं सम्भवति। हा सुन्दरमस्ति, अस्तु अग्रे गच्छेम। तर्हि अधुना राजेन्द्रमहोदय वदति वा? आम् आं महोदय, तृतीय उदाहरणं महोदय। श्लोकान् योग टीकाभिः अत्र अपि पदान्ते श्लोकान् अन्ते नकारः अस्ति, तदनन्तरं छ प्रत्याहारे अन्तर्भूतः टकारः अस्ति, तदनन्तरं अं प्रत्याहारे इकारः अस्ति, तत्कारणात् तत्र प्रथमतया किं भवति अत्र इकारः खलु? अं प्रत्याहारे इकारः अस्ति, ईकारः। क्षम्यतां महोदय, उच्चारणदोषः कृतः मया, ईकारः अस्ति, तत्कारणात् तत् नकारस्य स्थाने रु आदेशः भवति, तदनन्तरं तत्र अत्र अनुनासिको पूर्वस्य तु वा विकल्पेन तत्र अनुनासिक आदेशः भवति, श्लोकां कान् अनन्तरं योग टीकाभिः, तदनन्तरं तत्र विकल्पेन तत्र अनुनासिकात् परोनुस्वरः तत्र अनुस्वर आदेशः भवति भवति तदनन्तरं किं भवति उपदेशे अनुनासिक यत् उकारस्य संज्ञा भवति तस्य लोपः भवति रेफः एव अवशिष्यते तत्र रेफस्य तदनन्तरं खर्वस्थानविसर्जनीयः तत् सूत्रात् तत्र विसर्ग आदेशः भवति रेफस्य स्थाने तदनन्तरं विसर्जनीयस्य च तत्र सकार आदेशः भवति परन्तु तत्र सकारस्य परे टकारः अस्ति तत् ष्ठुना ष्टुः तत् तेन सूत्रेण मूर्धन्यषकार आदेशः सूत्रं किम् न तत्र स्टुत्वसन्धिः तत्र स्तोः स्टुनाष्टुः अत्र स्टुत्वसन्धिः स्टुत्व तत्र स्टुनाष्टुः इति सूत्रम् सन्ति आं महोदय तत् तत् कारणात् तत् मूर्धन्यषकारः आदेशः भवति आहत्य तत् अनन्तरं वर्णमेलनम् एव अस्ति तत् श्लोकांष्टिकाभिः श्लोकांष्टिकाभिः प्रायशः सम्यक्तया उच्चारणं न करोमि मन्यते सम्यक् समीचीनमेव इति अस्ति अस्तु अग्रे पठेम बहु सम्यक्तया भवता उक्तमस्ति अग्रे पठेम तर्हि अधुना जगन्नाथमहोदय अग्रे पठति वा अत्र महोदय अस्ति वा अस्तु राजी भगिनी आं महोदय अस्मि अत्र नकारान्तात् पदात् परतः छ छ ठ ठ छौ इत्येते वर्णाः सन्ति तत्र च छयोः परयोः नकारस्य षकारः ठयोः परयोः षकारः ठयोः परयोः सकारस्य आदेशो सम्पन्नः अतः नकारान्तात् पदात् च छयोः परयोः नकारस्य षकारः ठयोः परयोः षकारः ठयोः परयोः सकारश्च आदेशो भवति आदेशात् पूर्वत्र स्थितः स्वरः अनुनासिकः अनुस्वारयुक्तो वा भवति किन्तु एतेभ्यः छच्छादिभ्यः परे स्वराः यरलवमनाश्च अम् भवेयुः अस्मिन् सन्धौ सकारादेशो भवति अतः सत्त्वसन्धि इति नाम अत्र नूतनं किमपि नास्ति खलु केवलं सारांशः उक्तः अस्ति इतः अग्रे उदाहरणानि यानि उदाहरणानि सन्ति इदानीं केवलम् एतत् सर्वं सूत्रसहित स्पष्टीकरणं नापेक्षितमस्ति एतत् सर्वं वयं दृष्टवन्तः परिशीलितवन्तः च इतः अग्रे इदानीं यतोहि समयस्य कश्चन अभावः नाम अस्माकं ज्ञानमपि साधितमस्ति इतः अग्रे नकारस्य स्थाने सकारः तस्मात् पूर्वम् अनुनासकः नाम प्रथमतया निमित्तमस्ति निमित्तं नष्टव्यप्रशान् इति सूत्रेण निमित्तमस्ति न वा इति द्रष्टव्यमस्ति अस्ति चेत् नकारस्य सकारः तस्मात् पूर्वम् अनुनासकः अथवा अनुस्वारः विकल्पेन अपि च ततः अग्रे तालव्यः अथवा मूर्धन्यवर्णः अस्ति चेत् सकारस्य स्थाने तादृशसन्धिः अपि अपेक्षितमस्ति बस् तावदेव अस्ति हा राजीभगिनी प्रथमं करोतु तान् योगः च किमस्ति तान् योगः च तांश्च अथवा तान् च तत्र किं भवति तान् च प्रथमपदस्य अन्ते नकारः अस्ति द्वितीयपदस्य आरम्भः चकारः छवि चौ प्रत्याहारे कश्चन वर्णः तदनन्तरम् अकारः अम् प्रत्याहारे कश्चन वर्णः अतः नश्चव्य प्रशान् इति सूत्रं कार्यं करोति तत् सूत्र सूत्रेण नकारस्य स्थाने सूत्रमिति मास्तु, इदानीं सूत्रं मास्तु, केवलं नकारस्य स्थाने कः वर्णः, तस्मात् पूर्वं कः वर्णः, अपि च सकारस्य सन्धिः भवति चेत्, नाम तत्र सोपानानि त्रीणि सन्ति इदानीं नकारस्य स्थाने सकारः, तस्मात् पूर्वम् अनुनासिकः अथवा अनुस्वारः, ततः अग्रे सकारस्य स्थाने कश्चन सन्धिः अस्ति वा इति तावदेव. प्रथमं ऋकारः आगच्छति, ऋकारस्य स्थाने रेपः, रेपस्य स्थाने एतत् सर्वं मास्तु. इदानीं मया किमस्तु, अस्माकं तत्र इतः अग्रे गन्तुं न शक्ष्यामः एतत् सर्वं वदति चेत्, केवलं नकारस्य सकारः, नकारस्य सकारः, तस्मात् पूर्वम् अनुनासिकः अनुस्वारः, ततः अग्रे श्चुत्वा श्चुत्सन्धिः भवति वा, तावदेव त्रीणि सोपानि. तत्र श्चुत्वसन्धिः भवति महोदय, तांश्च दन्त्य तालव्यवर्णः दन्त्यवर्णः अपि अस्ति, अतः स्तोः स्ना शुचु इत्यनेन तांश्च रूपद्वयं भवति महोदय. हा हा, बहु समीचीनमस्ति. हा तर्हि इतः अग्रे किं वक्तव्यमस्ति अस्माभिः, अत्र त्रीणि निमित्तानि सन्ति, पदान्ते नकारः, ततः अग्रे छ प्रत्याहारः चकारः, ततः अग्रे अम् प्रत्याहारः अकारः इति निमित्तानि सन्ति त्रीणि. तदर्थं नकारस्य स्थाने नाम सोपानेन नकारस्य स्थाने सकारः भवति, तस्मात् पूर्वं च विकल्पेन अनुनासिक चिह्नम् अपि च अनुस्वारः विकल्पेन, ततः अग्रे चकारः अस्ति इति कृत्वा श्चुत्वसन्धिं कृत्वा षकारादेशः आहत्य तांश्च तांश्च इति रूपद्वयमस्ति. बहु समीचीनमस्ति विद्याभगिनी, अग्रिमम् योगः च पदान्ते नकारः, अनन्तरं च च प्रत्याहारे अस्ति, तस्य अनन्तरम् अकारः अम् प्रत्याहारे अस्ति, नकारस्य स्थाने सकारः भवति, सकारस्य पूर्वम् अनुनासिकः भवति अथवा अनुस्वारः आदेशः भवति, सकारस्य अनन्तरं च वर्गः अस्ति, अतः स्तोः चुनाश्युः इति सूत्रेण सकारस्य स्थाने षकारः भवति, अन्तिमरूपम् अस्ति अगतासूंश्च अथवा अगतासूंश्च इति. हा सुन्दरं, बहु सम्यक्, बहु सम्यक्, वा अस्तु अग्रे सरला भगिनी वदतु कृपया. सर्वान् योगा ठकुरान् नकार पदान्ते अन्ते अस्ति, तस्य अनन्तरं ठकार छवि प्रत्याहारे अस्ति, तस्य परे अकार अम् प्रत्याहारे अस्ति, नकारस्य स्थाने सकार आगच्छति, तस्य पूर्वम् आकार स्वर तस्य अनुनासिक आदेशो भवति वा अनुस्वर आगम आगच्छति, तदनन्तरं सकार ठकारतयोः ष्टुनाष्टुः सूत्रेण षुट्वसन्धि भवति, अतः सर्वांश् ठकुरान् वा सर्वांश् ठकुरान् द्वे रूपे निष्पन्नं भवति भवतः. हा सुन्दरं, बहु समीचीनमस्ति. अस्तु जगन्नाथ महोदय अग्रे. विपरि न एतान् योग त्रीन् अत्र पदान्ते नकार अस्ति त्रि अत्र तु तकार अस्ति आरम्भे, किन्तु तस्य परे अम् इति प्रत्याहारः नास्ति, रकार आगच्छति, तर्हि रेफः अम् प्रत्याहारे नास्ति, अस्तु अस्तु अस्तु तर्हि अस्तु अम् प्रत्याहारे रेफः अस्ति, तर्हि एतान् योगः त्रीन् अस्ति, त्रीणि निमित्तानि सन्ति, तर्हि तकार नकारस्य स्थाने अनुनासिका वा अनुस्वारः एकनिमेषः, नकारस्य स्थाने किं भवति? ओ रु भवति, अस्तु, अन्ततो गत्वा सकारः, अन्ततो रु अन्ततो गत्वा सकारः, तर्हि आकारस्य स्थाने अनुनासिका वा अनुस्वारः आगच्छति, एतां वा एतां स्त्रीम् इति अन्तिम परिणामः. हा, यतोहि सकारात्कारयोः केवलं मेलनं भवति, तत्र सन्धिः नास्ति. अस्तु, अग्रे अजय महोदय. तान् योगः तङ्कारान् पदान्ते नकारः द्वितीयपदं प्रथमवर्णं ठकारः चप्रत्याहारे अकारः अम्प्रत्याहारे अस्ति, नश्चव्यप्रसान्प्रसक्तिः अस्ति. तान् नकारस्य स्थाने सकारादेशो भवति. सकारस्य पूर्वं विकल्पेन अनुनासिकः अथवा अनुस्वारः अपि भवति. तां सकारः तां योगः सकारः योगः टङ्कारान् सकारः योगः टकारः ष्टुनाष्टुः कार्यं करोति. षकारः आदेशो भवति. तां ष्टङ्कारान् इति रूपं भवति, द्वे रूपं भवति. सुन्दरमस्ति, तथैव अस्ति. अस्तु, अधुना अग्रे पद्मा भगिनी वदति वा? हा महोदय. विपरीतान् योगः च विपरीतान् पदस्य अन्ते नकारः अस्ति. नकारः तदनन्तरं ऋकारः आगच्छति. ऋकारस्य परिवर्तन अनुनासिकः या वा अनुस्वारः परिवर्तनं भवति. चकारः तत्र त्रीणि निमित्तानि वदतु एकवारं. प्रथमपदस्य अन्ते नकारः नकारः, द्वितीयपदस्य प्रथमवर्णः छौ वर्णः, तदनन्तरम् आम् प्रत्याहारनिमित्तानि अस्ति. हा हा, अस्तु. इदानीं नकारस्य स्थाने अन्ततो गत्वा कः वर्णः भवति? विपरीतांश्च विपरीतांश्च. न न न, नकारस्य स्थाने कः वर्णः भवति? नकारस्य स्थाने षकारः आगच्छति. किन्तु नकारस्य स्थाने दन्त्यसकारः भवति इति वक्तव्यम्. सर्वे जनाः कथं कीदृशं वदन्ति स्म, तत्र नकारस्य स्थाने सकारः विसर्जनस्य सः इति नाम त्रीणि सूत्राणि क्रमेण सन्ति. तत्र नकारस्य स्थाने सकारः भवति. सकारात् पूर्वं किं भवति? भगिनि, षकारः. न न, सकारात् पूर्वं भवती अवगन्तुं शक्नोति, तत्र केवलं त्रीणि सोपानानि सन्ति. अस्माकं प्रथमं कार्यं किं, त्रीणि निमित्तानि सन्ति न वा, नष्टव्यप्रशान्ति. भवती उक्तवती निमित्तानि सन्ति, निमित्तानि सन्ति. एकनिमेषः, त्रीणि निमित्तानि सन्ति इति भवती उक्तवती. इदानीं सोपानत्रयं भवति. प्रथमतया नकारस्य स्थाने सकारः, तस्मात् पूर्वं विद्यमानस्वरः विकल्पेन अनुनासिकः भवति, अपक्षे अनुस्वारागमः. इति द्वितीयं सोपानं. तृतीयं सोपानमस्ति सकारस्य अनन्तरं तालव्य अथवा मूर्धन्यवर्ण वर्गीय तत्र व्यञ्जनमस्ति चेत् सन्धिः भवति. स्तोः स्टुनाष्टुः अथवा ष्टुनाष्टुः इति त्रीणि सोपानानि सन्ति. वदति वा? प्रथमतया निमित्तानि त्रीणि सन्ति इति भवती उक्तवती. इदानीं प्रथमं सोपानं किमस्ति नकारस्य स्थाने? रेफः आगच्छति. रेफः भवति किन्तु अन्ततो गत्वा सकारः दन्त्यसकारः वदतु. दन्त्यः सकारः दन्त्यचकारः अस्तु सकारः अस्तु. अनन्तरं अनन्तरं सकारात् पूर्वं यः स्वरः अनुस्वारः परिवर्तनं भवति. हा बहु समीचीनमस्ति. अनन्तरं सकारस्य अनन्तरं कः वर्णः अस्ति? अत्र चकारः आगच्छति. चकारः अस्ति. हा चकारस्य प्रभावेन किं भवति? सूत्रेण सुत्वं भवति. हा बहु सुन्दरमस्ति. अस्तु सम्यक्. सकारस्य स्थाने षकारः. तर्हि फलं किं? फलद्वयं विपरीतांश्च विपरीतांश्च तत्र. किन्तु षकारस्य उच्चारणमपि अपेक्षितमस्ति खलु? वदतु एकवारं. विपरीतांश्च विपरीतांश्च. हा हा हा समीचीनमस्ति. हा बहु सम्यक् अस्ति. अग्रे इदानीम् अस्माकं सहदेव महोदय वक्तुमिच्छति वा? सखीन्योगः तथा वदति वा? आ महोदय, सखीन् योगः तथा कारः पदान्ते द्वितीयपदं तकारः अस्ति. प्रत्याहारे अकारः तकारस्य अनन्तरं कः वर्णः? अकारः. हा अकारः. अकारः कस्मिन् प्रत्याहारे अस्ति? आम् प्रत्याहारे. बहु सम्यक्. वा बहु समीचीनमस्ति. अस्तु अतः नकारस्य स्थाने सकारः भवति. सकारः. सकारात् पूर्वं कः वर्णः तत् किं भवति? सकारः सन्त्य सकारात् पूर्वं किं कः वर्णः अस्ति? सखीन् तत्र नकारस्थाने सकारः. सकारात् पूर्वम् इदानीं कः वर्णः अस्ति? हा दीर्घैकारः. दीर्घैकारः. हा तस्य विकल्पेन किं भवति? अनुनासिकचिह्नम् अथवा अनुस्वारः. बहु सम्यक् अस्ति. वा वा. अपि च इदानीं सकारस्य अनन्तरं तकारः अस्ति खलु? सकारतकारयोः मेलनेन कश्चन सन्धिः भवति न वा? चिन्तयामि. दन्त्यसकारः दन्त्यत्तकारयोः मेलनेन किं भवति? तत्र सन्धिः अस्ति वा अथवा केवलं मेलनं मेलनं जानामि. अस्तु अस्तु अस्तु, नास्ति चिन्ता. अत्र सरला भगिनी सहायं करोतु. वर्णमेलनं भवति नकार सकार सकारस्य सो सखीं तथा वा सखीं तथा भवति. हा हा, बहु सुन्दरमस्ति. अत्र सहदेव महोदय, अत्र श्चुत्वसन्धिः तदानीं भवति यदि कस्य एकः वर्णः दन्त्यः, द्वितीयः वर्णः तालव्यः, तथा नास्ति. मूर्धन्यसन्धिः भवति, नाम तत्र श्चुत्वसन्धिः भवति यदा एकः वर्णः दन्त्यः, द्वयोः मध्ये कश्चन दन्त्यः, तत्र दन्त्य अथवा दन्तीय इति शब्दद्वयमस्ति, सर्वेषां मनसि भवेत्. दन्त्यः अथवा दन्तीय दन्तीयः द्वयं भवति. सामान्यतया वयं दन्त्यः इति वदामः, किन्तु शब्दद्वयमस्ति. तर्हि दन्त्य कश्चन वर्णः, अपि च मुदन्य कश्चन वर्णः. अत्र केवलं दन्त्यवर्णद्वयमस्ति इति कृत्वा सन्धिः नास्ति. अस्तु, अन्तिमं लक्ष्मीभगिनी अग्रिम अग्रे. हतान् योगः त्वं, हतांस्त्वम् अथवा हतांस्त्वम् इति रूपद्वयं सम्भवति. अत्रापि त्रीणि निमित्तानि सन्ति, नकारः, अनन्तरं चौ प्रत्याहारस्य वर्णः तकारः, अम् प्रत्याहारस्य वर्णः वकारः. त्रीणि निमित्तानि सन्ति. अनश्रव्यप्रसान् इति सूत्रं कार्यं करोति. नकारस्य स्थाने सकारादेशो भवति. नकारात् पूर्वं दीर्घ आकारः अस्ति, तस्य स्थाने अनुनासिकचिह्नम् अथवा अनुस्वारादेशो भवति. तदर्थं हताव् अथवा हताव् रूपद्वयं सम्भवति. अन्तिमं रूपं सकार तकारयोः मेलनं न भवति. किमर्थं चेत् द्वे अपि सन्धिः न भवति, मेलनं तु भवति खलु. मेलनं भवति, सन्धिः न भवति. तदर्थं केवलं वर्णमेलनेन हतांस्त्वम् अथवा हतांस्त्वम् इति. हा, सुन्दरं. हा, इति रूपद्वयमस्ति इति सत्त्वसन्धिः समाप्तः. बहु सम्यक् अस्ति, सर्वे सम्यक्तया अवगतवन्तः इति अहं मन्ये. इदानीं यव लोपसन्धिः अस्ति, यव लोपसन्धिः अस्ति अग्रे. सुब्रह्मण्यं महोदय, तत्र उदाहरणं पश्यति वा एकवारं? यवलोपसन्धिः एतानि उदाहरणानि परिशीलयत्. ए योगः इमे, तकारः, योगः एकारः, योगः इकारः, योगः मे. अत्र एकार इकारयोः अत्र एचोयवायावः इत्यनेन यान्तवान्तादेशसन्धिः. अतः तकारः, योगः ऐ, योगः इ, योगः मे. इदानीम् अत्र ऐ ऐ एव तिष्ठति, अथवा यकारस्य लोपः भूत्वा विकल्पेन आ एव अवशिष्यते. अतः रूपद्वयं, तै मे, यत्र यकारः तिष्ठति. यत्र यकारः न, यत्र यकारस्य लोपः भवति अत्र त योगः इमे, अत्र पुनः सन्धिः न भवति, त इमे एव तिष्ठति. त इमे आहत्य त इमे त इमे. हा, इदानीं करपत्रे अस्माकं नूतनसूत्रमस्ति यव लोपसन्धिः, तत्र पठति वा महोदय? लोपः शाकल्यस्य अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति असिपरे शाकल्यस्य मतेन. अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम् अवर्णः स्यात्। शाकल्यस्य इत्युक्ते शाकल्यस्य मतेन नाम इदं विकल्पेन भवति। अत्र अग्रे पठामि वा महोदय? वदतु, यावत् समीचीनमस्ति, सर्वे अवगच्छेयुः। अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति असिपरे शाकल्यस्य मतेन। प्रथमत्र शाकल्यस्य मतेन इत्युक्ते एतत्तु विकल्पेन भवति, एकपक्षे भवति एकपक्षे न भवति। किं भवति इत्युक्ते अत्र वकारयकारयोः लोपः भवति। कीदृशवकारयकारयोः किञ्चित् वदामि। अत्र शाकल्यः, तत्र पाणिनिः कश्चन प्रसिद्धवैयाकरणः, तस्य जीवनं यदा सञ्जातं तस्मात् जीवनात् पूर्वं वैयाकरणाः आसन्, केचन प्रसिद्धाः वैयाकरणाः आसन्। तेषु वैयाकरणेषु कश्चन शाकल्यः नाम्ना वैयाकरणः आसीत्। तस्य जीवनस्य प्रसङ्गे वयं किमपि न जानीमः, केवलं तस्य अस्तित्वमस्ति यतोहि अष्टाध्याय्यां तस्य नाम स्वीकृतमस्ति, तावदेव जानीमः। यत्र पाणिनिः विकल्पेन इदं भवति विकल्पेन इति वक्तुमिच्छति, तत्र केचन शब्दाः सन्ति वा अन्यतरस्याम्। अत्र कश्चन वैयाकरणस्य नाम स्वीकृत्य वदति चेत् अपि तथा अस्ति। अन्ये अपि शब्दाः सन्ति विभाषा वा अन्यतरस्यां विभाषा इति यत्र यत्र भवन्ति इति शब्दाः सूत्रेषु, तत्र विकल्पेन इति अर्थः। यत्र कस्यचित् वैयाकरणस्य नाम अपि स्वीकृतमस्ति तस्य फलितार्थः अपि तथा अस्ति यत् तस्य मतेन इदं भवति, नाम विकल्पेन इति अर्थः। अस्तु अस्तु महोदय, अग्रे। अत्र शाकल्यस्य मतेन इत्युक्ते विकल्पेन कीदृश, अत्र पुनः अत्र कस्य लोपः भवति विकल्पेन इत्युक्ते वकारयकारयोः लोपः भवति। कीदृशवकारयकार इत्युक्ते अत्र पदान्तवकारयकारः, पुनः पदान्त कीदृशपदान्तवकारयकार इत्युक्ते अपूर्व इत्युक्ते अकार वा आकारः वा पूर्वम् अस्ति चेत् तदनन्तरं वकारः वा यकारः वा अस्ति तदानीं सः वकारः वा यकारः लोपः भवति। यदि अश् प्रत्याहारस्य कश्चन वर्णः परः अस्ति चेत्, इदानीम् अत्र अस्माकम् अस्मिन् उदाहरणे अत्र ऐ योगः इ अस्ति, अत्र यकारः पदान्ते अस्ति अपि च यकारस्य पूर्वम् अकारः अस्ति, अतः अपूर्वयोः पदान्तयोः पदान्त अपूर्वपदान्तयकारः अस्ति, अपि च अश् प्रत्याहारस्य वर्णः तदनन्तरम् अस्ति, इ अश् प्रत्याहारस्य वर्णः अस्ति, अतः अत्र विकल्पेन यकारस्य लोपः भवति इति सूत्रं वदति। अश् प्रत्याहारे स्वराः सन्ति, विकल्पेन कस्य वर्णस्य? यकारस्य लोपः न विकल्पेन अत्र अकारस्य लोपः भवति महोदय, यकारस्य लोपः भवति, यकारस्य लोपः भवति, सा इमे इति रूपं निष्पन्नं भवति किल, अत्र यकारस्य एव लोपः भवति, यकारः वा वकारः वा लोपः भवति, तदानीं यकारः पदान्ते अपि च तस्मात् पूर्वम् अकारः वा आकारः वा अस्ति चेत्, तदनन्तरम् अश् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत्, इदानीम् अत्र ऐ योगः इ अस्ति, यकारः पदान्ते अस्ति, अकारः तस्मात् पूर्वमस्ति, सः अपूर्वः यकारः अस्ति इदानीम्, अशिपरे इत्युक्ते अत्र यकारः अशिपरे अस्ति इत्युक्ते अत्र इकारः अश् प्रत्याहारस्य वर्णः. अश् प्रत्याहारे स्वराः सन्ति अपि च हयवरल वर्गीय पञ्चम चतुर्थ अपि च तृतीयसदस्याः. अतः एतस्य सूत्रस्य प्रसक्तिः अत्र अस्ति. अतः त इमे एकं रूपं निष्पन्नं भवति विकल्पेन इति उक्तमस्ति. अतः अत्र वर्णमेलनं भूत्वा तैमे अपि भवितुमर्हति. हा समीचीनमस्ति, बहु सम्यक् अस्ति. अग्रे विद्या भगिनी अस्माकम् अनुवृत्तिसित् सहितसूत्रम् उच्चार्य प्रतिपादयति वा तस्य अर्थम्? अनुवृत्तिसहितसूत्रम् सहितसूत्रम् अपूर्वयोः पदान्तयोः व्योः लोपः अशी शाकल्यस्य. इत्युक्ते पदान्ते वकारः अथवा यकारः अस्ति, तस्य पूर्वे अकारः अथवा आकारः अस्ति चेत् अनन्तरम् अश् अश्प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् तदा वकारः अथवा यकारस्य लोपः भवति विकल्पेन. हा बहु समीचीनमस्ति. अत्र संहितायामपि अस्ति, स्क्रीन् रिफ्रेश् करोति चेत् तत्र संहितायाम् अस्ति. अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य इति अस्ति. अस्तु, बहु समीचीनमस्ति. इदानीम् अग्रे राजी भगिनी, तत्र अस्माकं करपत्रे उदाहरणमस्ति यथा हरे योगः इह. यथा हरे योगः इह एचो यवायावः हरै योगः इह लोपः शाकलस्य हर् इह अथवा हर इह. हरे अत्र किञ्चित् प्रदर्शयतु, अत्र एचो यवायावः इति किमर्थं भवति, लोपः शाकलस्य इति किमर्थं भवति? अत्र हरे ऐ अत्र आदेशः भवति. हर् योगः एकारः, एकारस्य स्थाने ऐ आदेशः भवति. नाम तत्र एकारः तत्र एचो युवायावः इति चतुर्णां वर्णानां कार्यमस्ति. अत्र एकारः ए ओ ऐ औ, तेषु चतुर्षु एकारः अस्ति, ततः अग्रे यः कोऽपि स्वरः अस्ति इति कृत्वा ऐ आदेशः भवति तत्र. हरै इति पदम् आगच्छति. लोपः शाकलस्य इति सूत्रेण यकारस्य अनन्तरम् इकारः अस्ति. इकारः अशि प्रत्याहारस्य कश्चन वर्णः. क्षम्यतां महोदय, अश् प्रत्याहारस्य कश्चन वर्णः. लोपः शाकलस्य मतेन यकारस्य लोपः भवति. अतः किन्तु सच यकारः कीदृशः? पदान्त यकारः, हरै पदान्ते यकारः अन्तिमवर्णः किल. अतः अपि च अपूर्वः खलु, अपूर्वः. आम् अपूर्वः अपि, आम् आं महोदय, अपूर्वः आगच्छति. अपि अपूर्वः अपूर्वपदान्तयोः पदान्तस्य यकारः अश्प्रत्याहारस्य कश्चन वर्णः अनन्तरम् आगच्छति. अतः शाकलस्य मतेन लोपः भवति. लोपः शाकलस्य सूत्रं कार्यं करोति अत्र. अतः हर इह यदि एकं रूपं, यदि शाकलस्य लोपः शाकलस्य सूत्रं कार्यं न करोति चेत् हर इह. हा बहु समीचीनमस्ति. अस्तु, इदानीं हा इति रूपद्वयमस्ति. इदानीं हर योगः इह यत्र यकारलुप्तः जातः, यकारः यत्र लुप्तः जातः तत्र हर इह. इदानीम् अकारः अस्ति हर अकारः, ततः अग्रे इह. अकार इकारयोः मेलनेन किं भवति लक्ष्मी भगिनि? गुणसन्धिः भवति. हा, तत्र किं भवति स्म? हरेः इति भवति वा महोदय? नाम अकार इकारयोः मेलनेन द्वयोः स्थाने किं भवति? हरेः. द्वयोः वर्णयोः स्थाने एकारादेशः भवति इति वक्तव्यमस्ति. अकार इकारयोः मेलनेन द्वयोः स्थाने एकः एकारादेशः भवति गुणसन्धि कृत्वा. अस्तु, समीचीनमस्ति इति भवति स्म. अत्र लिखितमस्ति, अग्रे किं लिखितमस्ति? लक्ष्मी भगिनी, किं लिखितमस्ति अत्र? अत्र आद्गुणः इत्यनेन गुणसन्धिः भवति स्म, परन्तु पूर्वत्रासिद्धम् इत्यनेन आद्गुणः इत्यस्य दृष्ट्या लोपः शाकल्यस्य इत्यनेन यत् कार्यं कारितं तत् असिद्धम् इत्युक्ते अत्र अत्र किमस्ति, अत्र किञ्चित् नूतनमस्ति. किन्तु पूर्वत्र सिद्धम् इत्यस्य द्विविधा कार्यं भवति, द्विविधा. पूर्वत्र सिद्धम् इति सूत्रम् अस्माभिः दृष्टं पूर्वमपि, किन्तु इदानीं यत् कार्यं भवति पूर्वत्र सिद्धम् इत्यस्य, तत्र नूतनं कार्यमस्ति. किञ्चित् अधोभागे पश्यतु, हल्सन्धीनां क्रमः कथं ज्ञायते इति किञ्चित् अधोभागे लिखितमस्ति खलु? पूर्वत्र सिद्धमिति, तत्र पूर्वत्र सिद्धमिति सूत्रं दत्तमस्ति. पूर्वत्र सिद्धमिति भागद्वयम् अस्ति खलु, सपादसप्ताध्यायी नाम संक्षेपे वदामि शीघ्रमेव, अनन्तरं ततः अग्रे यत् लिखितमस्ति भवती पठिष्यति. किन्तु अत्र पूर्वत्र सिद्धं सर्वे अष्ट अध्यायाः सन्ति पुस्तके, अष्टाध्यायी इति पुस्तके अष्ट अध्यायाः सन्ति. तत्र प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति, चत्वारः पादाः सन्ति इति नाम विभजनचतुष्टयमस्ति. प्रथमाध्यायस्य प्रथमपादः, द्वितीयपादः, तृतीयपादः, चतुर्थपादः इत्यादिकं भवति. द्वितीयाध्यायस्य अपि तथा, तृतीयाध्यायस्य तथा. प्रत्येकमध्यायस्य चत्वारः पादाः सन्ति. तर्हि तत्र अष्टाध्यायी भागद्वये विभक्तमस्ति, ग्रन्थः विभक्तः अस्ति. कथं सप्ताध्यायाः सन्ति, अनन्तरम् अष्टमाध्यायस्य प्रथमपादः इति मिलित्वा एकः भागः. सप्ताध्यायः एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त, सप्ताध्यायाः सन्ति मिलित्वा, अपि च अष्टमाध्यायस्य प्रथमपादः इति सपादसप्ताध्यायी इति कश्चन भागः. अनन्तरम् अष्टमाध्यायस्य द्वितीयपादः, तृतीयपादः, चतुर्थपादः इति त्रिपादी इति उच्यते. अत्र लिखितमस्ति सपादसप्ताध्यायी, त्रिपादी इति भागद्वयमस्ति. तत्र एकस्मिन् समये सूत्रद्वयं यदि आगच्छति कार्यं कर्तुं, द्वयोः मध्ये किं कार्यं भवति इति चेत्, यदा एकस्मिन् समये सङ्घर्षः, युद्धं यदा भवति, तदानीं प्रथमसूत्रस्य एकं सूत्रं त्रिपाद्याम् अस्ति, अन्यत् सूत्रं सपादसप्ताध्याय्याम् अथवा त्रिपादीसूत्रं, किन्तु द्वितीयसूत्रस्य अपेक्षया सङ्ख्या पूर्वमस्ति इति चेत्, तत्र पूर्वतनसूत्रं प्रथमं, पूर्वत्र असिद्धं. पूर्वत्र असिद्धमिति इत्युक्ते पूर्वसूत्रस्य दृष्ट्या परसूत्रम् असिद्धं पूर्वत्र पूर्व अत्र असिद्धम् इति इत्युक्ते पूर्वसूत्रस्य दृष्ट्या परसूत्रम् असिद्धं भवति. तर्हि सङ्ख्यादृष्ट्या पूर्वसूत्रं कार्यं करोति, द्वितीयसूत्रम् असिद्धं भवति. एकस्मिन् समये इति चेत् अत्र एकस्मिन् समये इति नास्ति. अत्र अस्माकं कार्यं किम्? अत्र पश्यन्तु, हरे योगः इह एचो यवायावः अनन्तरं लोपः शाकल्यस्य लोपः शाकल्यस्य इति सूत्रं विद्याभगिनी वदतु. अत्र लोपशाकल्यस्य सूत्रं तत्र सूत्रसङ्ख्यां दृष्ट्वा सपादसप्ताध्याय्यामस्ति अथवा त्रिपाद्यामस्ति. विद्याभगिनी अस्ति वा? अस्तु, त्रिपाद्याम् अस्ति लोपः शाकल्यस्य त्रिपाद्याम् अस्ति. हा, यतोहि अष्टमाध्यायस्य तृतीयपादे अस्ति, अष्टमाध्यायस्य तृतीयपादे अस्ति इति कृत्वा त्रिपाद्याम् अस्ति. इति इदानीम् आद्गुणः इति सूत्रसङ्ख्यां दृष्ट्वा कस्मिन् भागे अस्ति? आद्गुणः सपाद अष्टाध्याय्याम् अस्ति. सपादसप्ताध्याय्यामस्ति. यतोहि सप्त अध्यायाः अपि च अष्टमाध्यायस्य प्रथमपाद अत्र षष्ठः अध्यायः अस्ति, षष्ठः अध्यायः अस्ति, षष्ठे अध्याये इति कृत्वा सपादसप्ताध्याय्याम्. इदानीं यदि लोपः शाकल्यस्य अपि च आद्गुणः एकस्मिन् समये कार्यं द्वे सूत्रे कुरुतः इति चेत् द्वयोः मध्ये किं सूत्रं कार्यं करिष्यति एकस्मिन् समये इति चेत्? पूर्वसूत्रम् अथवा परसूत्रं? पूर्वसूत्रं प्रथमं. हा, नाम द्वयो एकस्मिन् समये यदि चेत् आद्गुणः प्रथमं कार्यं करिष्यति. किन्तु अत्र एकस्मिन् समये इति नास्ति. प्रथमं लोपः शाकल्यस्य इत्यस्य कार्यं जातमेव, समाप्तम्. अनन्तरं पश्यामः यत् अस्तु, इदानीं हर इह इति अस्ति, तत्र आद्गुणः इत्यस्य अवसरः अनन्तरम् अस्ति इति भिन्नरीत्या अस्माकं तत्र परिस्थितिः अस्ति. एकस्मिन् समये नास्ति. एकस्मिन् समये सूत्रद्वयं चेत् तत्र पूर्वसूत्रं प्रथमं भवति. अत्र तादृशं नास्ति. इदानीं लक्ष्मीभगिनी पठतु कृपया. पूर्वत्र सिद्धं तत्र रौण्ड् ब्राकेट् मध्ये यत् यत् लिखितमस्ति, नाम पूर्वत्र सिद्धम् इत्यस्य व्याख्यानमस्ति. अनन्तरं द्वितीयपरिच्छेदमस्ति, द्वितीयपरिच्छेदः. पश्यति वा? पूर्वत्र सिद्धम् इत्यस्य कार्यं द्विविधम्. पूर्वत्र सिद्धम् इत्यस्य कार्यं द्विविधं, शास्त्रसिद्धं कार्यासिद्धं च. द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रासिद्धम् इत्युच्यते. नाम द्वितीयं नाम परसूत्रम् असिद्धम् इति कारणतः प्रथमं सूत्रं भवति. एकस्मिन् समये सूत्रद्वयमस्ति चेत् एकं सूत्रं त्रिपाद्याम्, अन्यत् सूत्रं सपादसप्ताध्याय्याम् अथवा त्रिपाद्यां, किन्तु पूर्वसूत्रम् इति चेत् पूर्वसूत्रं प्रथमं कार्यं करोति. द्वितीयं सूत्रम् असिद्धं, शास्त्रसिद्धम् इति उच्यते. तथा अग्रे किं लिखितमस्ति सरला भगिनी? अग्रे पूर्वमेव त्रिपादीसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपादसप्ताध्यायसूत्रं वा पूर्वत्रिपादीसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन परत्रिपादिसूत्रेण यत्किमपि क्रियते तत् पूर्वत्रा सिद्धम् इत्यनेन असिद्धम् इदं कार्यसिद्धम् इत्युच्यते. अत्र अस्माकम् उदाहरणं पश्यतु. तत्र उदाहरणं दृष्ट्वा किञ्चित् तदाधारेण वदति किमस्ति इति वा. प्रथमं नाम लोभः साकल्यसितिनेन हर इह इति जातमस्ति. हर इह हर इह जातमस्ति. तत्र लोपशाकलस्य त्रिपादी सूत्रे भवति अतः तत् असिद्धं भवति. पूर्वम् ऐचो वयाय न अत्र एचो युवायावः इति वार्ता नास्ति. अत्र वार्ता का अत्र वार्ता का अत्र लोपः शाकल्यस्य इत्यनेन यकारः लुप्तः जातः हर इह. इदानीम् अग्रे आद्गुणः आयाति. आद्गुणः इति सपादसप्ताध्याय्याम् अस्ति, नाम पूर्वसूत्रमस्ति. अत्र कार्यासिद्धं भवति, नाम वस्तुतः लोपः शाकल्यस्य इत्यस्य कार्यं जातमेव. यकारः जातः अन्यत्र कुत्र नाम देशान्तरं जातं कुत्रचित् अन्यत्र नाम अस्ति. इदानीं नास्ति यकारः. हर इह इति यकारः जातः, कार्यं समाप्तमस्ति. किन्तु आद्गुणस्य दृष्ट्या लोपः शाकल्यस्य कार्यम् असिद्धम् इत्युक्ते इदं कार्यम् आद्गुणः न पश्यति. यद्यपि यकारः नास्ति, आद्गुणः यकारम् एव पश्यति. आद्गुणः चिन्तयति यत् लोपः शाकल्यस्य इत्यस्य यत् कार्यं यत् जातं तत् न जातं. लोपः शाकल्यस्य कार्यं न जातम्, अतः लोपः शाकल्यस्य इति यत्र लिखितमस्ति तस्मात् पूर्वं किमस्ति हरय् योगः इह तदेव पश्यति. आद्गुणः हरय् योगः इह इति एव पश्यति. तदर्थम् आद्गुणः नाम यत्र हरय्य योगः इह इति स्थितिः अस्ति, आद्गुणः कार्यं कर्तुं शक्नोति वा? कर्तुं न शक्नोति, यतोहि यकार इकारयोः मेलनेन गुणसन्धिः भवति वा? गुणसन्धिः न भवति, केवलं मेलनं भवति. अतः नाम अत्र पूर्वत्र सिद्धम् इत्यस्य कार्यं द्विविधा अस्ति. द्वयोः सूत्रयोः एकत्र एकस्मिन् समये एकस्मिन् स्थले कार्यं भवति चेत् पूर्वसूत्रं प्रथमं भवति, द्वितीयसूत्रं शास्त्रमेव. शास्त्रमित्युक्ते सूत्रमेव असिद्धं भवति. सूत्रं स्वयम् असिद्धं. किन्तु यत्र एकं त्रिपादीसूत्रस्य कार्यं जातमेव तत्र शास्त्रासिद्धम् इति नास्ति. वस्तुतः कार्यं तेन सूत्रेण यत् कार्यं भवति स्म तत्तु अभवत् एव. तर्हि शास्त्रेण कार्यं जातं, किन्तु द्वितीयसूत्रेण आद्गुणः यत् जातं कार्यमस्ति तत् जातं कार्यं न दृश्यते इति कृत्वा कार्यासिद्धम् इति वदामः, न तु शास्त्रासिद्धं. यतोहि शास्त्रेण कार्यं जातं वस्तुतः लोपः शाकल्यस्य इति सूत्रम् आगत्य कार्यं कृतवान् कृतवत् सूत्रं कार्यं कृतवत् कार्यं जातं. किन्तु आद्गुणः तत् कार्यं न पश्यति इति कृत्वा कार्यम् असिद्धम् इति वदामः, कार्यासिद्धम्. अतः तत्र अत्र आद्गुणः कार्यं न करोति. हर इह इति एव तिष्ठति. तत्र हरेः इति न भवति, हर इह अथवा हर इह इति स्थितिः अस्ति. अस्तु, समीचीनमस्ति. सुब्रह्मण्यं तत्र द्वितीयम् उदाहरणमस्ति, उभौ योगः अपि. उभौ योगः अपि अत्र प्रथमं एचोयवायावः इत्यनेन औकारस्य स्थाने आव् आदेशः, उभाव् योगः अपि इदानीम् अत्र लोपः शाकल्यस्य इत्यस्य प्रसक्तिः अस्ति. किमर्थं चेत् अत्र पदान्ते वकारः अस्ति, तस्मात् पूर्वम् आकारः अस्ति, आपूर्ववकारः, अनन्तरं वकारस्य अनन्तरं आ अस्ति, तद् अश् प्रत्याहारस्य वर्णः. अतः लोपः शाकल्यस्य इत्यनेन एकपक्षे अत्र वकारस्य लोपः भवति, अतः उभा अपि इति यस्मिन् पक्षे लोपः न भवति अत्र उभावयोगः अपि अत्र केवलं वर्णमेलनं भूत्वा उभावपि भवति. इदानीं यत्र लोपः भवति वकारस्य लोपः उभा अपि, अत्र अकः सवर्णदीर्घः इत्यनेन सवर्णदीर्घः सवर्णदीर्घसन्धिः भवति स्म, परन्तु यथा वयं दृष्टवन्तः पूर्वत्रासिद्धम् इत्यनेन अत्र अकः सवर्णे दीर्घः इति सूत्रं लोपः शाकल्यस्य यत् कार्यं कृतं तत् कार्यं न पश्यति, अतः तस्य प्रसक्तिः न भवति इदानीम्. अतः रूपद्वयम् उभा अपि उभावपि. नो चेत् किं भवति स्म? नो चेत् अत्र आकार अकारयोः मेलनं भूत्वा उभापि भवति अत्र. हा, उभापि उभापि इति भवति स्म, किन्तु तद् न भवति. सर्वे अवगच्छतु, अवगच्छन्तु वा? लोपाशाकल्यस्य इति त्रिपादीसूत्रमस्ति. अकः सवर्णे दीर्घः इति कीदृशसूत्रमस्ति? राजेन्द्रमहोदय वदतु. महोदय, अकस्वर्णदीर्घः तत् सपाद सप्ताध्यायी अस्ति, पूर्वत्र पूर्वम् अस्ति तत्र लोपाशाकल्यस्य. हा, पूर्वसूत्रमस्ति. अतः तत् कारणतः लोपाशाकस्य यद्यपि कार्यं जातमस्ति, किन्तु अकः सवर्णदीर्घः पूर्वत्रासिद्धमिति सूत्रेण लोपशाकव्यस्य कार् इत्यस्य कार्यम् असिद्धं, शास्त्रसिद्धमिति न. यतोहि तेन सूत्रेण यत् कार्यं भवति स्म तत्तु जातमेव, किन्तु अकः सवर्णदीर्घः न पश् न द्रष्टुं शक्नोति इति कृत्वा, न पश्यति इति कृत्वा कार्यासिद्धमिति वदामः. समीचीनमस्ति. तर्हि अनेन पुस्तके कानिचन उदाहरणानि सन्ति, तानि पश्येम. अग्रिमम् उदाहरणमस्ति, तत्र राजी भगिनी वदतु. तस्मै योगः एतत्, तस्मै योगः एतत् प्रथमपदस्य अन्तिमवर्णः ऐकारः. ऐकारः एचो यवायावः इति सूत्रेण अत्र यान्तावान्तदेशः भवति. किमर्थम् इत्युक्ते ऐ ए ओ ऐ औ कश्चन वर्णस्य कश्चन एकवर्णः अस्ति, अतः तत्र आय् इति भवति यान्तावान्तदेशः. आय् लोपस्य लोपः शाकलस्य इति सूत्रेण यकारस्य याकार तस्मै आय् आय् स्थाने आय् तिष्ठति, अतः तस्मा आय् तत् तस्मा एतत् इति आगच्छति. तद् न अस्ति चेत् न कार्यं करोति चेत् तस्मा एतत् इति अन्यपक्षे पदम् आगच्छति. एकनिमेषः, आया भवती उक्तवती आयादेशः भवति, अनन्तरं किं भवति? आय् आदेशः, अतः तस्मात् योगः एतत् अनन्तरं किम्? एकारस्य अनन्तरं एकारः अस्ति, लोपः शाकलस्य इति सूत्रेण तस्मात् एतत् इति आगच्छति. किं जातम्? आयोगः ये आकारः लोपः लोपः भवति किमर्थम् इत्युक्ते आकारः आकारलोपति न अजयमहोदय साहाय्यं करोतु कृपया अजयमहोदय यकारः लोपः भवति व्योः लोपः असि संहितायाम् इत्यनेन शाकल्यस्य भगिनी तत्र पश्यतु लोपः शाकल्यस्य अपूर्वयोः पदान्तयोः व्योः लोपः असि संहितायां शाकल्यस्य तर्हि अत्र निमित्तानि कानि अजयमहोदय निमित्तानि अपूर्वः पदान्तयोः आकारः अस्ति आकारः पदान्ते यकारः अस्ति तत् परः अश्प्रत्याहारे अस्ति एकारः अश्प्रत्याहारे अस्ति त्रीणि निमित्तानि सन्ति अतः लोपः शाकल्यस्य सूत्रं कार्यं करोति अतः विकल्पेन तस्मा एतत् भवति विकल्पेन यकारस्य लोपं कृत्वा तस्मा एतत् अथवा तस्मा एतत् अत्र तस्मा एतत् अजय महोदय तत्र तस्मा एतत् इति चेत् तत्र ततः अग्रे कश्चन सन्धिः भवति स्म वा तस्मा एतत् गुणसन्धिः भवेत् गुणसन्धिः इति वा आकार एकारयोः संयोजनेन तत्र जगन्नाथमहोदय किं भवति आकार एकारयोः संयोजनेन वृद्धिसन्धि ऐकार भवितुं शक्नोति किन्तु अत्र यण्सन्धि प्रायः न वृद्धिसन्धिः भवति स्म वृद्धिसन्धिः वृद्धिसन्धिः इति भवति स्म तत्र वृद्धिसन्धिविधायकसूत्रं किम् झटिति मनसि न आगच्छति विधिरेचि विधिरेचि इति सूत्रमस्ति तत्र षष्ठाध्यायस्य प्रथमे पादे अस्ति अतः सपादसप्ताध्यायम् अस्ति सपादसप्ताध्यायमस्ति इति कारणतः अजय महोदय किं भवति अतः वृद्धिसन्धिः न कार्यं करोति किमर्थं वृद्धिसन्धि किमर्थम् इत्युक्ते तस्मा एतत् लोपः शाकल्यस्य सूत्रेण अभवत् परन्तु वृद्धिसन्धिः तस्मा योगः एतत् इति दृष्ट्वा वृद्धिसन्धिः न कार्यं करोति चिन्तयति यत् यकारस्य लोपः न जातः एव यकारलोपं न पश्यति कार्यसिद्धमिति कृत्वा अस्तु बहु समीचीनमस्ति अग्रे समापयामः भागम् अत्र अत्र राजेन्द्रमहोदय अग्रे अग्रिमम् उदाहरणं गुरो योगः एहि गुरो योग एहि अत्रापि अत्रापि एचो एव यावः तत् सूत्रं कार्यं करोति ओकारस्य अनन्तरम् एकारः आगच्छति तत् कारणात् अव आदेशः भवति तत् कारणात् तत् गुर्वेहि अथवा गुर् एहि कार्यं करोति अत्रापि लोपाशाकल्यस्य मतेन तत्र वकारस्य अपूर्ववर्ती वकारस्य लोपः भवति विकल्पेन आहत्य तत् गुर्वेहि अथवा गुरुः कार्यं निष्पन्नं भवतः. तत्र एकारः अश् प्रत्याहारे अस्ति इति कृत्वा समीचीनमस्ति. इदानीं गुरयोग, इदानीं गुरयोगः एहि महोदय, तत्र ततः अग्रे किं कः सन्धिः भवति स्म? तत्र महोदय अत्र अकारः अस्ति, अनन्तरम् एकारः वृद्धिरेचि सूत्रं कार्यं करोति स्म, परन्तु न करोति यथा पूर्वत्र सिद्धं कार्यसिद्धम् अस्ति, तत्र न पश्यति, तत्र लोपः भवति. वा, बहु समीचीनमस्ति. अस्तु, इदानीं मम पार्श्वे समयः नास्ति, अन्यत् कार्यं किञ्चित् अस्ति, अपि च सोमवासरे भारतदेशं गच्छामि. अतः इदानीम् इतः अग्रे किं भवति नाम अत्र गृहपाठरूपेण तत्र अन्तिम उदाहरणत्रयं सर्वे परिशीलयन्तु. अग्रे शुक्रवासरे वर्गो भवति खलु, सुब्रह्मण्यमहोदय, तद् भविष्यति खलु? आं महोदय. हा, तर्हि शुक्रवासरे अस्य पुनः पाठः भविष्यति, सर्वे आगच्छन्तु. अनन्तरं रक्षाभगिनी ततः अग्रे शनिवासरेषु चालयिष्यति, किन्तु तस्मिन् अग्रे दिनाङ्के षष्ठे दिनाङ्के नाम अग्रिमे शनिवासरे, इदानीं शनिवास अस्माकं शनिवासरः प्रवर्तमानः अस्ति, ततः अग्रे यः षष्ठदिनाङ्के वर्गः भवति स्म, किन्तु सा तु इदानीमपि भारतदेशे अस्ति. ततः अग्रे तदग्रिमे शनिवासरे त्रयोदशदिनाङ्के सा चालयिष्यति. ततः अग्रे प्रत्येकं सप्ताहं भविष्यति, प्रत्येकं सप्ताहे भविष्यति ततः अग्रे. हा, यथा पूर्वं भवति स्म तथैव भविष्यति. अतः सर्वे आगच्छन्तु, सन्धि चिन्तनं, समग्रं चिन्तनं भविष्यति शुक्रवासरेषु, शनिवासरेषु शुक्रवासरेषु यथा सामान्यं भविष्यति सर्वम्. अनन्तरं मार्च् मासस्य अन्ते प्रत्यागत्य पुनः चालयिष्यामि, अतः तस्मिन् समये अस्माकं मेलनं भविष्यति इति. हा, अस्तु, तर्हि सम्यक्तया. शुभयात्रा महोदय. शुभयात्रा महोदय. शुभयात्रा महोदय. धन्यवादः महोदय. शुभयात्रा महोदय. धन्यवादः. शुभयात्रा महोदय.